पारसीकसाहित्यस्य प्रसिद्धकवेः साइब तबरीज़ीत्यभिधस्य एकस्य गज़ल काव्यस्य संस्कृतेन समवृत्तकोनुवादः प्रस्तूयते। प्रेमपुर्यां जातु नैजं नैव वासं कारयेत्, कारितं चेत् हानि दुःखा न्यन्तरिणो धारयेत्। प्रेमपुर्यां जातु नैजं नैव वासं कारयेत्, कारितं चेत् हानि दुःखा खान्यन्तरेणोधारयेत्। दानवीरो मे सुतश्चेदेशगर्वोधारितः, दानवीरो मे सुतश्चेदेशगर्वोधारितः। अर्थिने दातुं न चर्मोत् पाटनात्तम् वारयेत्, अर्थिने दातुं न चर्मोत्पाटनात्तं वारयेत्। वारयत्येतच्चिदाकाशात् सुपर्णं त्वां सदा पार्थिवं त्वां पिप्पलं मा सावधानं लोभयेत्। पार्थिवं त्वां पिप्पलं मा सावधानं लोपयेत्, सावधानं लोभयेत्, सावधानं लोभयेत्। धन्यवादैर्योजनीयां माशपानुग्राहिकां, ज्ञानमूर्तौ मूर्तिमात्रे मूर्छिते किं मूर्तिभिः, भास्करे खे भासिते कां दीपिकां को भासयेत्। भास्करे खे भासिते काम दीपिकां को भासये। प्रेममार्गे धन्यवादैर्योजनीयां माशपानुग्राहिकां, प्रेममार्गे स्वर्गसर्गे कोऽपि चेत्त्वा मारयेत्। प्रेममार्गे स्वर्गसर्गे कापि चेत्त्वा मारयेत्। अप्रमत्तो बाणवत्तीक्ष्णो मुमुक्षुः कार्मुकात्, ब्रह्मलक्षात् तन्मयात् पूर्वं स्ववेगं नाल्पयेत्। ब्रह्मलक्षात् तन्मयात् पूर्वं स्ववेगं नाल्पयेत्। दर्पणस्यैवैधि शुद्धात्मा ऋजौ वक्रेथवा जातु चित्किञ्चित् कुतश्चित् हृत्तलेनैवाङ्कयेत्। जातु चित्किञ्चित् कुतश्चित् हृत्तलेनैवाङ्कयेत्। तृष्णिका पीतापि तृष्णां वारय वारणायालं न ते, अत्र भोगस्ते बुभुक्षां भीषणं संवर्धयेत्। अत्र भोगस् अत्र भोगस्ते बुभुक्षां भीषणं संवर्धयेत् प्रेमपुर्यां चातु नैजं नैव वासं कारयेत् कारितं चेद्हानि दुःखा न्यन्तरे नो धारयेत् अन्तरे नो धारयेत् अन्तरे नो धारयेत्।